नमस्सर्वेभ्यः. समासच्छेदनवर्गे सर्वेषां स्वागतम्. प्रवर्तमानसूत्रमस्ति तत्पुरुषसमासस्य निषेधसूत्रस्य अन्यतमः पूर्णगुणसुहितार्थसदव्येतव्यसमानाधिकरणेन. तस्मिन् अवशिष्टभागमस्ति अव्ययसमानाधिकरणेन इति भागद्वयम् अव्ययम् इति सूत्रे केन पदेन सूचितमस्ति इति अत्र करपत्रे दत्तमस्ति. तत् पठित्वा अवगच्छामः. उषा भगिनी पठति वा अव्ययम् इति आरभ्य? आम् महोदय. अव्ययम् अव्ययेन सह षष्टिसमासस्य निषेधः अस्ति. प्रकृतसूत्रेण कृत् प्रत्ययान्तम् अव्ययमेव ग्राह्यम्. प्रकृतसूत्र अत्र पूर्णगुणसुहितार्थसद् अव्ययतव्यसमानाधिकरणेन इति सूत्रे अव्ययम् इति पदेन षष्टितत्पुरुषसमासस्य निषेधः क्रियते. अव्ययम् इति पदेन कृत् प्रत्ययान्त अव्ययमेव ग्रहणं भवति. कृण्मे जन्तः इति सूत्रेण कृत् यः मकारान्तः एजन्तः च तदन्तं शब्दरूपम् अव्ययं तदन्तं शब्दरूपम् अव्ययसंज्ञा भवति. अर्थात् मकारान्तस्य एजन्तस्य च कृत् प्रत्ययान्तस्य शब्दस्य अव्ययम् इति संज्ञा भवति. प्रसिद्धः मकारान्तः कृत् प्रत्ययः तु तुमुन् प्रत्ययः. एजन्तकृत् प्रत्ययाः तु वेदे एव सन्ति. कृण्मे जन्तः इति सूत्रेण अव्ययसंज्ञं मकार यः शब्दः मकारान्तप्रत्ययेन भवति अथवा एजन्तप्रत्ययेन भवति इति चेत् तत् शब्दरूपम् अव्ययम् इति भवति. मकारान्तस्य कृत् प्रत्ययः वयं जानीमः तुमुन् प्रत्ययेन यः शब्दः सूचयति तत् शब्दम् अव्ययसंज्ञा भवति. एजन्तशब्दः वेदे एव सन्ति. एजन्तकृत् प्रत्ययाः येन अव्ययेन अव्ययम् इति भवति तदन्तशब्दाः वेदे एव भवन्ति. त्वा त्वसून् कसुनः त्वा तुसून् कसुनः इति सूत्रेण त्वा तुसून् कसून् इत्येवम् अन्तं शब्दरूपम् अव्ययसंज्ञं भवति. त्वा तुसून् कसुन अर्थात् त्वा इति प्रत्ययान्तशब्दः तुसून् इति प्रत्ययान्तशब्दः कसून् इति प्रत्ययान्तशब्दाः अव्ययसंज्ञं प्राप्नुवन्ति. एतादृशसंज्ञकस्य अव्ययस्य योगे या षष्टिः अस्ति तस्याः षष्टिसमासस्य निषेधार्थं प्रकृतसूत्रे अव्ययम् इति उक्तम्. तुसून् तदा कसून् एदौ छान्दसौ प्रत्ययौ. त्वा तुसून् कसुनः इति सूत्रेण त्वा प्रत्ययेन तुसून् प्रत्ययेन कसून् प्रत्ययेन शब्दरूपं भवति चेत् तानि शब्दरूपाणि अव्ययसंज्ञा भवति. वयं जानीमः त्वा प्रत्ययान्तशब्दाः अव्ययसंज्ञा प्राप्नुवन्ति. एवमेव तुसून् अथवा कसून् प्रत्ययेन शब्दः प्रत्ययान्तशब्दाः अव्ययसंज्ञा प्राप्नुवन्ति. परन्तु तुसून् प्रत्ययान्तशब्दाः कसून् प्रत्ययान्तशब्दाः वेदे एव प्रसिद्धं भवति. अस्मिन् सूत्रे अव्ययम् अव्ययम् इत्यनेन केवलं तादृशानाम् अव्ययानां ग्रहणम् अस्ति यत् कृत् प्रत्ययान्तम् अस्ति. पूर्वोत्तरसाहचर्यात् कृदन्त अव्ययमेव गृह्यते. अर्थात् पूर्णगुणसुखितार्थसद् अव्ययतव्यसमानाधिकरणेन इति सूत्रे अव्ययम् इति शब्दात् पूर्वं कृत् संज्ञकस्य सत् शब्दस्य विषये उक्तं, तत्पश्चात् कृत् संज्ञकस्य तव्ययप्रत्ययान्तस्य विषये उक्तम्, अतः अव्ययम् इत्यस्मात् पूर्वं तथा परं विद्यमानस्य कृत् प्रत्ययान्तबोधकस्य कृत् प्रत्ययबोधकस्य शब्दस्य साहचर्यात् अव्ययम् इति शब्दस्य द्वारा अपि कृत्प्रत्ययान्तम् अव्ययमेव गृह्यते पूर्वोक्तनियमेन तद्धितप्रत्ययान्तेन अव्ययेन सह षष्टितत्पुरुषसमासः निषेधः नास्ति इत्यतः तस्य उपरि तद् उपरि इति समासः सिद्ध्यति. तद्धितप्रत्ययनाट्ये सो तद् उपरि ओके तस्य उपरि इति तद् उपरि उपरि इति तद्धितप्रत्ययान्तस्तम् अव्ययम् अस्ति. वयं कृते पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन इति विषयम् अस्ति. पूरणगुणसुहितार्थ सत् इति शब्देन वयं पठितवन्तः सत् इति शब्देन शतृष्ठानुप्रत्ययग्रहणम् अव्ययम् इति पदेन इति पदात् सूत्रे अव्ययम् इति शब्दात् पूर्वं सत् शानच् प्रत्ययशब्दः सत् इति शब्देन उक्तम्. अव्ययम् इति सूत्रे अव्ययम् इति पदात् अनन्तरं सत् अव्यय तव्य इति प्रत्ययान्तशब्दम् उक्तं, तत्कारणात् सत् अनन्तरं तव्यपूर्वम् अव्ययम् इति शब्दम् उक्तं सूत्रे, तत्कारणात् अव्ययम् इति शब्देन कृत्संज्ञक अव्ययशब्दमेव गृहीतं भवति. तदेव साहचर्यात् इति उक्तं, पूर्वोत्तरसाहचर्यात् कृत् अव्ययमेव गृह्यते इति उक्तम् पूर्वोक्तनियमेन. ओके सो सत् अव्यय तव्य इति प्रत्ययेन तद्धितप्रत्ययान्तशब्दाः न उक्ता भवति, तत्कारणात् तद्धितप्रत्ययान्तेन अव्ययेन सह षष्टितत्पुरुषसमासस्य निषेधः नास्ति, तत्कारणात् तस्य उपरि इति तत् उपरि इति समासः सिद्ध्यति उपरि इति तद्धितप्रत्ययान्तम् अव्ययम् उपरि इति तद्धितप्रत्ययान्त अव्ययम् अत्र कार्यं किं नेमस्ति किं पूर्वोत्तरसाहचर्यात् कृतव्ययमेव कृतव्ययमेव तत्र किं वदति सद् अव्ययतव्य इति त्रीणि पदानि स्वीकुर्मः चेत् अव्ययं मध्ये तिष्ठति. तत् पूर्वमस्ति सत् तदनन्तरमस्ति तव्य. पूर्व उत्तरसाहचर्यं किं भवति, पूर्वोत्तरसाहचर्यम् इत्युक्ते पूर्वं कियत् पदमुक्तम् अनन्तरं कियत् पदमुक्तम् उभयोः मध्ये यत् तिष्ठति तदपि समानरीत्या स्वीकर्तव्यम् इति कृत्वा सत् इति कृदन्तम् अस्ति तव्यत् अपि कृदन्तम् अस्ति इति कृत्वा अव्ययशब्देन तादृशशब्दः येन पूर्वपरनिर्देशं क्रियते तादृशशब्दम् एव स्वीकरणं कृत्वा अव्ययं तत्र केवलं तादृश अव्ययं यत् कृदन्तेन निर्मितं भवति तस्य एव स्वीकरणं कर्तव्यम् इति अस्ति इति कृत्वा अव्ययं केवलं कृत् प्रत्ययान्त अव्ययेन तत्र केवलं तत्र तुमुन् प्रत्यया एवं त्वा प्रत्यया तत्र अन्यत् त्रिण्मयजन्तः तत्र एजन्तः सर्वे छान्दसौ अस्ति एवं तोसून् कसून् अपि छान्दसौ अस्ति इति कृत्वा अवशिष्टः अस्ति तुमुन् सामान्यलौकिकप्रयोगे तुमुन् एवं त्वा प्रत्यय ब्राह्मणस्य कृत्वा अग्रे पठामि वा महोदय पठतु महोदय पठतु ब्राह्मणस्य कृत्वा कृत्वा इति शब्दे कृ इति धातुतः त्वा प्रत्ययः विधीयते त्वा प्रत्ययान्तशब्दः त्वा तुसून् कसुनः इति सूत्रेण अव्ययसंज्ञं संज्ञां प्राप्नोति ब्राह्मणस्य कृत्वा ब्राह्मणस्य कृत्वा इति उदाहरणे षष्टि इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति पूर्णगुणसुहितार्थसर्वव्ययितव्यसमानाधिकरणेन इति सूत्रेण अतः ब्राह्मणकृत्वा इति षष्टितत्पुरुषसमासः न भवति व्यस्तप्रयोगः एव करणीयः ब्राह्मणस्य कृत्वा इति ब्राह्मणस्य कृत्वा इति पद द्वयोः पदयोः मध्ये ब्राह्मणस्य षष्टिविभक्तिः भवति कृत्वा इति अव्ययशब्दः अस्ति कृत्वा इति शब्दे त्वा कृ इति धातु कृते त्वा प्रत्ययः विधीयते चेत् कृत्वा इति शब्दः अस्ति ब्राह्मणस्य कृत्वा इति कृते ब्राह्मणस्य कृत्वा इति कृते ब्राह्मणकृत्वा इति षष्टिसमासः निषिध्यते पूर्णगुणसुहितार्थसद्व्ययतव्यसमानाधिकरणेन इति सूत्रेण व्यस्तप्रयोगः एव करणीयः ब्राह्मणस्य कृत्वा इति कृत्वा इति तुसून् त्वा तुसून् कसुना किमपि नास्ति केवलं त्वा प्रत्ययः अव्ययमस्ति कृत्वा अत्र कृत्प्रत्ययस्य एव निषिद्धं भवति पूर्णगुणसुहितार्थसदव्यय अत्र अव्ययशब्देन इति कृत्वा उदाहरणं ब्राह्मणस्य कृत्वा इति अस्ति तदनन्तरम् उमाभगिनी पठति वा धन्यवादः उमाभगिनी पठति वा काशिकासिद्धान्तकौमुदी What a difference in your voice, Bhagini. I tell you. Now I am using a cell phone for the voice. Yes. You should listen to your own recording in these classes. Then only you will find the difference. Okay. Right. Understood. Thank you. Kashika Siddhanta Kaumudi Ityadishu Granteshu अव्ययम् इत्यस्य उदाहरणं ब्राह्मणस्य कृत्वा इति दीयते परन्तु भाष्यकारेण उक्त यत् इदम् उदाहरणम् अव्ययम् इत्यस्य उदाहरणं न भवितुम् अर्हति किमर्थम् इति चेत् कर्तृकर्मणोः कृति इति सूत्रेण कृद्योगे अनुक्तकर्तुः अनुक्तकर्मणः च षष्टि विधीयते किन्तु न लोकाव्यय निष्ठा कलर्थतृणाम् इति ल उक अव्ययनिष्ठा कलर्थ त्रिनित्येतेषां प्रयोगे षष्टिविभक्तिः न भवति अर्थात् अनेन सूत्रेण कृदव्यययोगे अनुक्तकर्तुः अनुक्तकर्मणः च षष्टिविभक्तेः निषेधः क्रियते यथा ओदनं कृत्वा अस्मिन् उदाहरणे कृत्वा इति कृदव्ययस्य योगे ओदनम् इति कर्मणः षष्टिविभक्तेः निषेधः कृतः न लोकाव्ययनिष्ठा कलर्थ तृणाम् इति सूत्रेण अतः एव अनुक्तकर्मणः द्वितीया विभक्तिः जाता कर्मणि द्वितीया इति सूत्रेण कृतव्ययस्य योगे षष्टिविभक्तिः प्राप्ता एव नास्ति चेत् कथं वा षष्टिसमासस्य निषेधः शक्यते अतः ब्राह्मणस्य कृत्वा इति तु कृतव्ययस्य योगे षष्टितत्पुरुषसमासस्य निषेधस्य उदाहरणं न भवितुम् अर्हति ओके अत्र अत्र षष्ठी समासः न भवितुम् अर्हति इति वदति चेत् कदा भवति इत्यस्य विवरणं दत्तम्। काशिकासिद्धान्तकौमुदी ग्रन्थेषु अव्ययम् इस्य उदाहरणं ब्राह्मणस्य कृत्वा इति इति न न सम्यक् उदाहरणम् इति इति वदति सिद्धान्तकौमुदी भाष्यकारः वदति त्वाप्रत्ययस्य उदाहरणं सम्यक् नास्ति इति, यतोहि सिद्धान्तकौमुदी भाष्यकारस्य अनन्तरम् अस्ति, काशिका तु भाष्यकारस्य पूर्वमस्ति इति कृत्वा भाष्यकारः केवलं वदति काशिकायां यद् उदाहरणं दत्तमस्ति वार्तिकारं काशिकाकारः वार्तिकारः समानः, तद् भाष्यकारस्य कालं वार्तिकाकारस्य अनन्तरमस्ति इति कृत्वा काशिकायां यदुक्तं तत् समानं समीचीनं नास्ति इति भाष्यकारः वदन्ति। किन्तु तदनन्तरं यत् मुनि यदि सिद्धान्तकौमुद्या रचयिता भट्टोजिदीक्षिता किं वदति, सः तु काशिकायां यद्दत्तं तस्य एव स्वीकार्यं कृत्वा एव उदाहरणं दत्तमस्ति, भाष्यमतं न स्वीकृतमस्ति इति एव श्रीराम महोदयेन वर्गे पृष्टमस्ति। किं किं केन कारणेन इति भवति अत्र काशिका अण्ड् सिद्धान्तकौमुदी भाष्यकारस्य परे अस्ति न न न काशिका भाष्यकारस्य पूर्वम् अस्ति, वार्तिककारं सिद्धान्तकौमुदी भाष्यकारस्य अनन्तरं सो काशिका भाष्यकार सिद्धान्तकौमुदी लैक् दट् इट् विल् कम् सी इट् विल् बि लैक् दिस् पाणिनि काशिका भाष्यकार देन् सिद्धान्तकौमुदी ओके ओके पाणिनि भाष्यकार न न पाणिनि कार्तिक पाणिनि काशिका पाणिनि काशिका भाष्यकार सिद्धान्तकौमुदी ओके सो अत्र देन् हौ केन् शी से दट् सिद्धान्तकौमुदी इस् नाट् करेक्ट् बिकास् इट् हास् कम् भाष्यकार डिड् नो भाष्यकार डिड् से दट् सिद्धान्तकौमुदी भाष्यकार केवलं सेस् दट् कृत् प्रत्यय इस् नाट् ए समीचीन उदाहरणम् but his intention was to integrating Kashika's statement, not by Siddhanta Gomadi. But today we find that both Kashika and Siddhanta Gomadi is using the same example. This same thing has happened in the case of Sat also, no? Where that is true. Only Chaurasya Dushaniti Ekameva Udaharanam Asti Tatra. Whereas ब्राह्मणस्य इस् एक्साम्पल् विच् इस् यूस्ड् ब्राह्मणस्य कुर्वाणः ब्राह्मणस्य कुर्वन् इति उदाहरण दट् इस् नाट् करेक्ट् सेम् वे हियर् आल्सो भाष्यकार वाट् इस् सेयिङ्ग् इस् दट् कृत् प्रत्यय न भवितुम् अर्हति, कारणं किम् अस्ति, कृत् प्रत्यये तु षष्ठी एव न भवति, न लोकाव्ययप्रतिष्ठाकरणाम् इति सूत्रं तत्र बाधकमस्ति इति कृत्वा षष्ठी एव न भवति इति कर्तृकर्मणो प्रति इति सूत्रेण भवति अजातशिशुः जन्मदिनं न आचरन्ति न अजातशिशुः How can you say that the Janma is not taken? Okay. So that is the way in which you have to understand that this karmani divya eva bhavati natu kartra karmano kriti sutrena shashti jataha. Okay. That is that what that paricheda is saying. Then the next parichedam patutu. Okay. Atra anyaha visheha api asti yat kritva iti कृतव्ययस्य योगे षष्ट्यन्तं पदं नास्ति अपि तु ब्राह्मणसम्बन्धिनः बाह्यद्रव्यस्य अपेक्षा वर्तते इति कृत्वा उदाहरणम् एवं सम्भवति ब्राह्मणस्य कटं कृत्वा इति What is the meaning of this katam? Mat. Katam means mat. Mat, okay, okay, okay. Brahmanasya, the where we sit, that's the one. Katam. Yeah. Sorry, the Mari. Okay. ब्राह्मणस्य कटं कृत्वा इति इदानीं ब्राह्मणस्य इति पदस्य सम्बन्धः कटम् इति पदेन सह वर्तते न तु ब्राह्मणस्य इति न तु कृतव्ययेन सह अतः ब्राह्मणस्य कृत्वा इत्यत्र तु समासः न शक्यते एव यतोहि षष्ट्यन्तस्य पदस्य कृतव्ययेन सह सम्बन्धः एव नास्ति ओके ब्राह्मणशब्दस्य सम्बन्धः तु कटम् इति पदेन सह वर्तते इति कृत्वा ब्राह्मणशब्दः तु सापेक्षः भवति सापेक्षम् असमर्थं भवति इत्यतः असमर्थस्य समासः न भवति अतः ब्राह्मणस्य कृत्वा इत्यत्र षष्टीसमासः एव न शक्यते एवं रीत्या ब्राह्मणस्य कृत्वा इति तु उदाहरणं न भवितुम् अर्हति षष्टीसमासस्य निषेधार्थम् ओके सो वि वयं ब्राह्मणस्य कटम् इति समासः न वदामः किञ्चित् षष्टीसमासः न पूर्वमेव सम्भवति अतः तस्मात् कः निषेधः इति एवं रीत्या ब्राह्मणस्य कृत्वा तु उदाहरणं न भवितुम् अर्हति बिकास् षष्ठीसमासं निषेधनार्थं नो हियर् ऐ इट्स् नाट् वेरि क्लियर् टु मी अत्र तु भवती अत्र किम् अस्ति पूर्वपरिच्छेदे यद् भवति उक्तं तत् समीचीनं षष्टिः एव न जातः कर्तकर्मणो कृति एत न लोकाभ्यकर्तृतॄणाम् इति सूत्रेण निषिद्धं कृत्वा कर्तृकर्मणो कृति इति षष्टिः न भवति केवलं कर्मणि द्वितीया भवति किन्तु अस्मिन् परिच्छेदे किम् उक्तं कृत्वा इति तु सापेक्षमस्ति ब्राह्मणस्य कृत्वा इति वाक्ये अपेक्षा वर्तते मध्ये किमपि कटं कृत्वा अथवा पटं कृत्वा इति किमपि अपेक्षं वर्तते इति कृत्वा ब्राह्मणस्य इति पदस्य सम्बन्धः लिसन् टु मी द कृत्वा इति अव्ययपदं हेस् ए सापेक्षा नाट् वित् द कर्ता See, Karta is Brahmana here, which is now in Shashti, because Kritva is a Kridantam. Anukta Karmana, the thing that Kartra Karmano Kriti iti Shashti Bhavati Marhati, Kintu, Tatya Apeksha Kim Asti, Kritva iti Padam Apeksha Vartate, Kim Kritva iti Pashyasati, Katam Kritva, Patam Kritva iti Kim Abhi Bhavati. You cannot ask a Shashti question to Kritva. कस्य कृत्वा इति प्रश्नः न उदेति रैट् देर्फोर् वी हेव् ए सापेक्षापदम् इन् बिट्वीन् विच् इस् मेण्डेटरी फार् द कम्प्लीट् मीनिङ्ग् आफ् द सेण्टेन्स् सो सापेक्षं यत्र वर्तते तत्र असमर्थं भवति दट् कृत् प्रत्ययस्य असमर्थता भवति ब्राह्मणस्य इति पदेन सह केवलं ब्राह्मणस्य इति पदं कटम् अथवा पटम् इत्येन सह सामर्थ्यं भवति न तु कृत्वा इति कृदन्तस्य अव्ययस्य पदेन इति कृत्वा सामर्थ्यम् इति तत्र सापेक्षम् असमर्थं भवति इत्यतः समासः न भवति इति एव अस्मिन् परिचयः अस्ति ब्राह्मणस्य इति षष्टिः अस्ति तत्र कृत्वा तु शब्देन न समसामर्थ्यम् अस्ति, ओन्लि कटम् आर् पटम् वाट् एवर् इट् इस् दट् इस् द सम्बन्धः अस्ति. सो डैरेक्ट्लि डस् इस् नाट् कनेक्टिङ्ग् टु ब्राह्मणस्य, इस् नाट् कनेक्टिङ्ग् टु कृत्वा. सो षष्ठी तत्पुरुषसमासकनिषेधस्य उदाहरणम् अस्य इदं दत्तम् इति चेत् तत् न सम्यक् भवति. रैट्? ओके, थेङ्क् यु. षष्टि निवास निषिद्धं नाट् हेपनिङ्ग् बिकास् आफ् दिस्टिङ्ग् बिकास् वाट् इस् हेपनिङ्ग् इस् ब्राह्मणस्य कृत्वा इति उदाहरणं न भवितुम् अर्हति बिकास् सापेक्षं वर्तते. सापेक्षं वर्तते पटं कटम् इति किमपि भवितुम् अर्हति इति कृत्वा इदानीमपि प्रश्न उदेति. इदमपि प्रश्न उदेति ब्राह्मणस्य कृत्वा इति उदाहरणं कथं दत्तम् इति समीचीनं नास्ति. समीचीनं नास्ति भाष्यकारमतेन. तर्हि इदानीम् अपि प्रश्नः अस्ति, पूर्णगुणसुहितार्थसदव्यसव्यसमानाधिकरणी सूत्रे अव्ययम् इति किमर्थम् उक्तम् इति. अरुणा भगिनी पठति वा? इदानीम् अपि प्रश्नः अस्ति यत् पूर्णगुणसहितार्थसदव्ययसव्यसमानाधिकरणे इति सूत्रेण अव्ययम् इति किमर्थम् उक्तम्? समाधानमेव यत् कृत् अव्ययस्य योगे षष्टिसमासनिर्देशार्थं तोसुन् प्रत्ययान्तं कोसुन् प्रत्ययान्तं च स्वीकृत्येते एव उदाहरणं सम्भवति. सूत्रे प्रश्नः अस्ति किमर्थं सूत्र निषेधकसूत्रं पूर्णगुणसहितसमानाधिकरणे अव्ययम् इति किमर्थम् उक्तम् इति प्रश्नमुदेति समाधानमस्ति कृदव्ययस्य सुगे षष्टिसमासनिषेधार्थं छान्दस इन् द वेद बट् दे आर् आल्सो सिमिलर् दट् सूत्रं किं वदति त्वाक् तो तसून् इति अव्ययसंज्ञा दीयते न तत् सूत्रेण कृण्मे जन्तः इति तत्र मकारान्द एजन्तः एजन्तः तु शब्द वेदे एव भवति केवलं मकारान्त एकमेव अभ्ययम् अस्ति तुमुन् अन्यत् उदाहरणम् अस्ति अभ्ययसंज्ञा तो तसुन् तो त्वा तो सुन् इति तत्र त्वा कसुन् तोसुन् त्रीणि अभ्ययानि भवन्ति अभियासि कसुन् कसुन् एण्ड् तोसुन् सो केवलं त्वा इस् इन् द लौकिक प्रयोगे बट् बोत् कसुन् एण्ड् तोसुन् आर् इन् द वेद सो हियर् इन् द पूर्णगुणसुहितार्थसदव्य समानाधिकरणे कसुन् एण्ड् तोसुन् आर् आल्सो प्रत्ययास् इन् वेद प्रत्ययास् बट् दे आर् अव्ययास् रैट् सो समाधानम् अत्र प्रश्नः अस्ति अव्यय इति पदेन यदि त्वा प्रत्ययः न भवितुम् अर्हति तुमन् प्रत्ययः भवितुं नार्हति अत्र प्रश्नः उदेति उदाहरणं केन किं स्वीकर्तव्यम् अव्ययम् इति शब्देन कीदृश अव्ययस्य एव निषेधः भवति इति प्रश्नः उदेति तस्य उत्तरम् अस्ति केवलं तोसुन् प्रत्ययान्तं कोसुन् प्रत्ययान्तं च स्वीकर्तव्यम् एव उदाहरणं सम्भवति इति कृत्वा अग्रे उदाहरणं दत्तम् अस्ति. पूरा सूर्योदयः आदेय आदेयः या क्षम्यताम् आदेयः महोदय तत्र किं वदति पूरा सूर्यस्य उदयतोः आदेयः आदेयः इति भगिनी अपि आराधेयः इति लिखितमस्ति तत् समीचीनं नास्ति इति मन्ये अर्थात् सूर्योदयात् प्राक् सूर्योदयात् प्राक् एवम् अग्नि आदानं कर्तव्यम् इति अग्नि आदानम् कर्तव्यम् इति आदानं मीन्स् अर्घ्यं करणीयम् आदानम् इति अर्घ्यप्रदानम् ईस् आदानम् उदा यदि उपसर्गपूर्वात् ईण् धातुतः तुसुन् प्रत्ययान्ते कृते उदयतोः इति रूपं निष्पन्नं भवति therefore that उदयतो is a तुसुन् प्रत्ययान्तं कृत्वा अभ्यसंज्ञा प्राप्नोति तोसुन् इत्यत्र नकारस्य उकारस्य च इत्संज्ञा लोपश्च भवति अतः तोस् इति अवशिष्यते तोः इति भवति सजुषौरुः विसर्गस्य अनन्तरम् उदितोः इति जायते सो पुरा सूर्य उदित सूर्यस्य उदितोः आदेयः इति अस्ति तदेव एकम् उदाहरणं तोसुन् प्रत्यान्त उदाहरणं महोदय उदितोः तु षष्टिविभक्ति इति वद मन्ये न उदि उदेतोः इति उदितोः इति नास्ति उदेतोः हा उदेतोः तु षष्टिविभक्ति नास्ति भगिनि तोसुन् प्रत्ययान्तम् अस्ति तोसुन् इति तोस् इति अवशिष्यते तोस् इति उदेतो इति अवशिष्यते उदेतोः तोसुन् इति अव्ययसंज्ञा भावार्थे यदा कृत्वा इति प्रत्ययमस्ति समानार्थकम् अस्ति तोसुन् ओ त्वा त्वा इति तोसुन् इति नकारस्य उकारस्य च इत्संज्ञा लोपश्च भवति अतः तोस् इति अवशिष्यते तो इन् इन् इ प्लस् तु इडागमस्ति उत् इति इडागमयोग्यं धातु तोसुन् इति वलादि नास् इति कृत्वा तत्र इडागमयोग्यं भवति इति उदित् इति उदोत् उदेतोः इति कथं भवति इ अस्य चेत् कृति गुण भवति वा उद्धकरः इकारः न अस्ति अत्र उदितोः एव उदेतोः भगिनि अत्र उद् अस्ति उदा न उद् अस्ति चेत् उदि दट्स् वै महोदय इस् आस्किंग् देयर् इस् गुणा भगिनि द इ इस् गेटिंग् उदि इस् हैज द गुण इ द इकारस्य गुण भवति अकार इकार नास्ति अत्र न मै सी पुष्पा भगिनि सुनोतु पुष्पा भगिनि लिसन टु मी उद् प्लस् इ इस् उदि रैट् उदि प्लस् तोस् इति अस्ति तो उदितोस् इति भवति न बट् बट् इट् इस् उदेतोः इस् वाट् इस् गिवन् इन् द वाक्य ऐ नो दट्स् वै ऐ एम् जस्ट् थिङ्किङ्ग् उदि तोः त तत्र तकारस्य कारणेन गुणकार्यम् आगच्छति. नो नो भगिनि, इण् इति धातु भगिनि, इकारः इण् इण् धातोः इण् धातोः इति न न इकारः वेद्धातः, तत् कारणात् उदि इति इकारः आगच्छति. वेद्धातः ते धातुः अस्ति, तत् कारणात् उदि इति आगच्छति. सम्यक्, उदि योगः तोसन् उदि तोः. अत्र उदि उदे कथम् आगच्छति इति वयं अवगमनं करणीयं. अत्र उदि इकारः एव, इकारः एव, कोऽपि नास्ति. वेद् धातुः अस्ति, तत्कारणात् उदितोः. पुष्पभगिनी शृणोतु, पुष्पभगिनी शृणोतु, यदि प्रक्रिया अनुसरामः तत् उदितोः इति भवितुम् अर्हति, किन्तु वाक्ये तु उदेतोः इति दत्तमस्ति. रूपं सिद्ध्यति इदानीं अग्रे दीयते. तत्र उदितोः तु अग्रे नास्ति, उत्तर किम् अस्ति? उदितोः इति जायते, तत् पश्चात् उदेतोः इति रूपं सिद्ध्यति. तत् कथं सिद्ध्यति इति न दीयते. कथं सिद्ध्यति इति न दीयते. मम अहम् अवगन्तुम् इच्छामि इति कृत्वा मां पृच्छामि, भवती जानाति चेत् वदतु. हा, अत्र उदि एव अस्ति, परन्तु एतद् वेद् धातुः अस्ति. वेद् वेद् ओके, तत्कारणात् इरागमः आगच्छति. इरागमः तु अत्र अकारः न अस्ति, तत्कारणात् कथं गुणकार्यम् आगच्छति मया न अवगतं. गुणकार्यम् आगन्तुम् अकारः अकारः तिष्ठति एव, अत्र अकारः नास्ति. अकारस्य किमपि भगिनि, अकारस्य तत्र किमपि प्रश्नः न उदति. अकारस्य आवश्यकता एव नास्ति. धातुक अर्धधातुकयोः इत्यनेन गुणः भवितुम् अर्हति भगिनि. ई इति धातु इट् इस् गिवन् भगिनि, इन् धातु इट् इस् गिवन् भगिनि. दट्स् वाट् महोदय आल्सो वर् सेयिङ्ग् या उद् इति उपसर्ग, ई इति धातु, तोसून् इति प्रत्ययः, तोसून् इति मै थिङ्किङ्ग् इस् मे बि बिकास् इट् इस् आल्सो तकारान्त, मे बि इट् इस् क्रियेटिङ्ग् इट् इस् सार्वधातुक अर्धधातुकयोः. ऐ डोण्ट् नो, ऐ डोण्ट् नो वै केन् गेट् गुणा भवति. No, no, that is, for in Vedas the rules could be little different, Bhagini, we don't know, but... No, no, that too, ikara, ikara, na? Ikara, ekara, Bhavati, yeah, so, Uday Toho could be there, we don't know if it is the right thing. Ikara, ekara, agachati. Pushpa Bhagini, यदि भवती जानाति सूत्रं किं, केन कारणेन गुणं भवति, तत्तु इकारः एकारः सर्वधातुकार्धधातुकयोः इत्यनेन गुणकार्य केन सूत्रेण, केन सूत्रेण, सूत्रेण इकोयण न इकोयण न नति तत् किं अदर् अदर् दृष्टि भगिनि भगिनि भगिनि द सिचुएशन् इस् दट् Now the angam is udi and tos is the pratyaya. Now what is the sutra? What is the sutra with which the angam gets a guna? Maybe tos is equivalent to shap in the ardhadhatika. No, ardhadhatika pratyaya. It is an ardhadhatika pratyaya. सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भवति. तदेव ई इति धातु कृते गुणः भवति. ई धातु एकारः आगच्छति, यण् सन्धि आगच्छति, यण् सन्धि कारणेन. अर्धधातुकप्रत्यय अस्ति कृत्वा गुणा भवति तदेव सार्धधातुक सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यम् आगच्छति तत्कारणात् उदेति उदेतोः But Maude, I think because this is all in chandas in Veda, the rules could be a little different. We don't know, but yeah, we are only guessing. No. Yeah. You are right, Usha Ji. Usha Bhagini, it is the same. Yeah, the Rupam seems to be coming out, but still we don't know. Is it exactly by Sarvadhatika Arthadvadhika Yoho? No, that Vyakyanam should be obtained. Vyakyanam is there, no, for Chandas. That should be taken. Then only we will understand that. Yeah. Otherwise, let us take it. This is given. Tomorrow, that's all. Tomorrow we can ask her. From where we can get? We'll end up at that. We don't need to know that. That's what I would think. Yeah. See, no need to know. This is given, that's all. I just asked because I wanted to know whether there is any, you know, because Uditoho should have been the correct word. Normal way, but taspaschat Udetoho iti rupam siddhyati iti uktatvat tatra guna bhavat gunam drishyate guna karyam drishyate tasya अमीन् तोः इति सूत्रेण तोः इति प्रत्ययेन एव भवितुम् अर्हति तत्र एवं केवलं तोस् इति प्रत्ययेन एव भवितुम् अर्हति इति कृत्वा तोस् प्रत्ययः कीदृशप्रत्ययः इति सम्यक् अवगमनम् अस्ति चेत् भवति अत्र छन्दस् अस्ति नास्ति चेत् सूर्यः उदितः एव वदामः न सम्यक् वा उदितः उदितः नो भगिनि डोण्ट् गो इन् अ डिफरेंट वे व्हाट इज नॉट टोल्ड वी शुड नॉट टेक चंदस उदितः नो सी इट इज नॉट अ क्वेश्चन ऑफ चंदस ऑर नॉट द प्रत्यय इज डिफाइंड तोसन इज द प्रत्यय एंड ओके इट इज नॉट अ लौकिक प्रत्यय इट इज अ चंदस प्रत्यय दैट्स ऑल That is why you get a word Udetoho iti. Okay. So here, why Tosan Pratyaya is the reason why that Suryasya Udetoho iti samasa na bhavati purana guna suhitartha sadavya tavya samana adhikaranena iti sutrena. Tadeva atra avagamaniyam. सम्यक् तदनन्तरम् अस्ति पूरा वत्सनां वत्सानाम् अपाकर्ता कपाकर्तोः अर्थात् वत्सात् प्रयोगे प्रागेव क्षीरस्य दोहनं करणीयम् इति अर्थात् वत्सात् प्रागेव क्षीरस्य ओदनं करणीयम् इति अप् योगः आम् इति उपसर्गपूर्वकात् कृ धातुतः तोसुन् प्रत्यये कृते अपाकर्तोः इति रूपं लभ्यते इदम् उदाहरणमपि वेदादेव तत्र अपाकर्तोः इति दोहनम् इति वाश् राइट् नो दोहनं मीन्स् टु मिल्क् दोहनं मीन्स् मिल्किङ्ग् मिल्किङ्ग् ए क्षीरस्य दोहनम् milking a cow tatra ha vatsat milking a cow yeah oh okay see before that vatsa that is that time which is being mentioned here vatsat prageva that is pura vatsat apakarto asht अत्र वत्सानाम् इति षष्ट्यन्तम् अस्ति बहुवचनं तस्य समासः न भवति अपाकर्तोः इति पदेन कृतं तत्र अव्ययपदम् अस्ति कृत्वा वत्सानाम् अपाकर्तोः इति उषा भगिनी पठति वा अग्रे उदयतोः इति? आं महोदय, उदयतोः अपाकर्तोः च इति पदद्वयमपि तसून् प्रत्ययान्तम् अस्ति. तसून् प्रत्ययस्य अव्ययस्य च योगे तु न लोकाव्ययनिष्ठा कलर्थतृणा इति सूत्रेण षष्टेः यः निषेधः कृतः तस्य बाधकम् अस्ति इदं वार्तिकम्. अव्ययप्रतिषेधे तसून् कसुनः अप्रतिषेधः. आम्, अव्ययप्रतिषेधे तसून् कसुनः, तसून् कसुनोः अप्रतिषेधः इति. अतः तसून् प्रत्ययस्य योगे तु षष्टि प्राप्ता अस्ति अनेन वार्तिकेन. तर्हि अत्र षष्टी इति सूत्रेण षष्टी तत्पुरुषसमासः अपि प्राप्तः अस्ति. तादृशकृत् योगस्य षष्टिसमासस्य निषेधार्थं पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन इति सूत्रे अव्ययम् इति पदस्य प्रयोगः कृतः पाणिनिना. ओके, षष्टिसमासस्य निषेधार्थम्. ओके, तादृशकृत्योगस्य षष्टि. ओके, तसून् इत्यनेन. ओके, अतः तसून् प्रत्ययान्तस्य एकं कसून् प्रत्ययान्तस्य कृदन्तस्य एव तसून् प्रत्ययान्तस्य एवं कसून् प्रत्ययान्तस्य कृदन्तस्य एव अत्य अव्ययस्य उदाहरणं स्वीक्रियते प्रकृतसूत्रे. उदेतोः अपाकर्तोः च इति पदद्वयम् अस्ति. तसून् प्रत्ययान्तशब्दः अस्ति. कसून् प्रत्ययान्तशब्दं वयं नास्ति. ओ, उदेतोः अपाकर्तोः पदद्वयमपि तसून् प्रत्ययान्तशब्दः अस्ति. तसून् प्रत्ययस्य अव्ययस्य च योगे न लोकाव्ययनिष्ठा कलर्थतृणाम् इति सूत्रेण षष्टेः यः निषेधः कृतः उदेतोः अपाकर्तोः. वाट् वास् द षष्टि देर् महोदय? सूर्यस्य उदेतोः, सूर्यस्य वत्सानाम् अपकृतोः अपाकृतोः अपाकर्तोः सूर्यस्य अपि च वत्सानाम् इति कृते न लोकव्ययनिष्ठा कलर्थतृणाम् इति सूत्रेण षष्टी अपि निषिद्धः क्रियते. षष्टी न विधीयते. तस्य बाधकसूत्रम् अस्ति. तस्य सूत्रस्य बाधकम् अस्ति वार्तिकम्. तत् सूत्रस्य कृते वार्तिकम् अस्ति. अव्ययप्रतिषेधे तसून् कसुनः कसुनोः अप्रतिषेधः इति. सो न लोकाव्ययनिष्ठा कलर्थतृणाम् इति सूत्रेण सूर्यस्य अथवा वत्सानाम् अपि च षष्टि न भवितुम् अर्हति. परन्तु तत् सूत्रस्य कृते वार्तिकम् अस्ति. अव्ययप्रतिषेधे तसून् कसुनोः अप्रतिषेधः इति वार्तिकेन षष्टि भवितुम् अर्हति इति वदति. अतः तसून् प्रत्ययस्य भवितुम् अर्हति इति नास्ति. अर्हति is an optional thing, whether it can be or need not be done. But where it is mandatory, we should not use the word arhati. We should use bhavati. So, tosun pratyayasya yogesh shashti prapta asti vartikena. Shashti prapta asti, tat karanat shashti iti sutrena shashti tatpursha samasaha praptaha bhavati. सो तादृशषष्टिसमासः षष्टी इति सूत्रेण भवति. परन्तु पूर्णगुणसुखितार्थसदव्ययतव्यसमानाधिकरणेन इति सूत्रेण अव्ययम् इति पदं प्रयोगम् अस्ति. तत् अव्ययम् इति पदेन तसून् कसुनः अपि तसून् कसून् प्रत्ययान्तशब्दाः अपि समासस्य निषेधं क्रियते. अव्ययम् इति शब्देन तुसून् प्रत्ययान्त एवं कसून् प्रत्ययान्तस्य कृदन्तस्य एव अव्ययस्य उदाहरणं स्वीक्रियते प्रकृतसूत्रे. आं भगिनि, सूत्रे अव्ययम् इति पदस्य प्रयोगः कृतः. आम्, तोसून् प्रत्ययान्त अव्ययपदानि अस्ति उदेतोः अपाकर्तोः. यदि अव्ययपदस्य षष्टिनिषेधः भवति न लोकाव्ययनिष्ठा कर्तृणाम् इति सूत्रेण इति कृत्वा सूर्यस्य एवं वत्सानाम् इति षष्टिः न भवितुम् अर्हति. किन्तु तस्य विधानं भवति वार्तिकबलेन अव्ययप्रतिषेधे तुसून् कसूनोः अप्रषेधेश अप्रतिषेधः इति वार्तिकेन षष्टि जातः. तादृशषष्टिजातपदेन षष्टि इति समानसूत्रेण निम्नषष्टिसमासतत्पुरुष अपि भवति. तादृशस्थित्यां यत् षष्टिसमासः भवति तस्य निषेधकार्थं पूर्णगुणसुहितार्थसदव्यद्रव्यसमानाधिकरणे इति सूत्रे अव्ययम् इति पदं दत्तमस्ति इति कृतः प्राणिन्या. तत् कर्तुं शक्नुमः इति न न सूत्रेण षष्टिसमासः निषिध्यते निषिध्यते. तदनन्तरमस्ति सव्यप्रत्ययान्तशब्दः इति षष्टि इति उत्सर्गसूत्रमस्ति षष्टि तत्पुरुषस्य येन षष्टिसूत्रं समासं विधीयते. किं महोदय उत्सर्गसूत्रम्? जनरल् इट् इस् अ जनरल् सूत्र षष्टि नित्य नित्य एण्ड् उत्सर्ग आर् डिफरेण्ट्. Nitya Sutra is mandatorily you have to use it. Whereas for Utsarga Sutra, there can be apavadas. Whereas Nitya Sutra, you will not have an apavada. Okay. Tatra Antima Padamasti, Antima Padatuye Masti, Tabya Pratyandaha Evan Samana Vikaranaiti. तत्र तव्यप्रत्ययान्तशब्देन सह षष्टिसमासनिषेधः अस्ति. अस्मिन् सूत्रे तव्य इति पदे इत्यनेन केवलं तव्यप्रत्ययान्तस्य ग्रहणम् अस्ति, न तु तव्यप्रत्ययान्तस्य. अनयोः प्रत्ययोः निरनुबन्धकरूपं समानमेव, परन्तु स्वरभेदः वर्तते इति कृत्वा तव्यप्रत्ययान्तस्य योगे एव षष्ट्यन्तस्य समासः न भवति, तव्यप्रत्ययान्तेन सह समासः तु भवति एव. तव्यत् उभयोः निरुपनिबन्धरूपं समानमेव, केवलं स्वरभेदः अस्ति इति कृत्वा तव्यप्रत्यययोगे षष्टिसमासः न भवति, किन्तु तव्यत् इति प्रत्ययेन सह षष्टिसमासः भवति. तत्र तत्र अस्ति. उमा भगिनी पठति वा? तव्यत् तव्यत् इति प्रत्ययोः तु सामान्यतया कर्मार्थे अथवा भावार्थे एव विहितौ भवतः इति. उमा भगिनी नास्ति वा? पुष्पा भगिनी पठतु. उमा भगिनी नास्ति? अस्ति न? उमा भगिनी अस्ति अस्तु. तव्यतव्यत् इति प्रत्ययोः प्रत्ययौ तु सामान्यतया कर्मार्थे अथवा भावार्थे एव विहितः भवतः. यथा रामेण भोजनं खादनीयम् इति वाक्ये खादनीयम् इत्यत्र यः तव्यप्रत्ययः अस्ति सः कर्मार्थे विहितः इत्यतः भोजनम् इति कर्म उक्तं भवति. कर्ता रामः अनुक्तः इति कारणेन तस्य तृतीया विभक्तिः भवति रामेण. कर्तृकर्मणयोः तृतीया इति सूत्रेण. तर्हि कर्तुः कर्मेण कर्मणः कर्तृः कर्मणः उभयत्र षष्टिः एव न प्राप्ता अस्ति. अस्तु, तर्हि कथं षष्ठी तत्पुरुषसमासः अत्र सम्भवति इति प्रश्नः उदेति. अग्रे अपि पठामि, अर्थः न आगच्छति. अस्य समाधानम् एव यत् कृत्यानां कर्तरि वा इति सूत्रेण कर्तृकर्मणोः कृति इति नित्यं षष्ठी प्राप्ता कर्तरि विकल्प्यते. एकनिमिषं महोदय, एकवारं पठामि. अस्य समाधानम् एवं यत् कृत्यानां कर्तरि वा इति सूत्रेण कर्तृकर्मणोः कृति इति नित्यं षष्ठी प्राप्ता कर्तरि विकल्प्यते. कृत्यानां प्रयोगे कर्तरि वा षष्ठी विभक्ति भवति, विभक्तिः न कर्मणि. अर्थात् कृत्यप्रत्ययानां योगे कर्तुं विकल्पेन षष्ठी स्यात्. यथा भवता कटः कर्तव्यः अथवा भवतः कटः कर्तव्यः. अस्तु, भवतः इति कर्तुः विकल्पेन षष्ठी प्राप्ता अस्ति कृत्यानां कर्तरि वा इति सूत्रेण. तव्यत् अनीयर् न्यत् यत् क्यप् केलिमर् इति आहत्य सप्तकृत्यप्रत्ययाः सन्ति. एतेषां योगे कर्तुः विकल्पेन षष्ठी स्यात्. अस्तु, योगे कथम्? अस्तु, तव्यत् इति प्रत्ययौ कर्मार्थे अथवा भावार्थे एव विहितः भवति. यथा रामेण भोजनं खादनीयम् इति वाक्ये खादनीयम् इत्यत्र तव्यप्रत्ययः अस्ति. तत्तु कर्म भवति खादनीयम् इति अनियर् खादनीयम् इति अनियर् प्रत्ययः अस्ति. तत् कथं तव्यत् प्रत्ययः अस्ति? खादनीयं तव्यप्रत्ययः अस्ति, सः कामार्थे विहितः कथं? न इत्यतः भोजनम् इति कर्म उक्तं भवति कर्ता राम अनुक्त इति कारणेन तस्य तृतीया विभक्तिः भवति. तस् कर्तृकरणयोः तृतीया तद् सम्यक्. परन्तु अत्र खादनीयम् इति कथं? न, परन्तु एते सर्वे कृत्यप्रत्ययाः सन्ति न तत् कारणात् भगिनी, दिस् इस् वर् वी आर् नाट् रीडिङ्ग् इट् वित् इण्टेण्ट्. वी नीड् टु गिव् इम्पोर्टेन्स् टु द स्टेट्मेण्ट्. वी केनाट् अस्यूम् दट् कृत्यप्रत्यय ईस् रेफर्ड् इन् द सूत्र. सूत्र वाट् इस् रेफर्ड्? तव्यप्रत्यय ईस् वाट् इस् मेन्शन्. सो तव्य केन् बि तव्य और् तव्यत्. ऐ आक्सेप्ट् दट्, बट् इट् केनाट् बि अनियर् because sutra doesn't say kritya. It very clearly says purana guna suhitartha sat avyaya tavya. That tavya is very clear. It didn't say kritya there. So we can only use tavya or tavyat. Samanya karmarthe adha bhavarthe bhavati. So there I feel that the word is, the statement is wrong. Ramena bhojanam khaditavyam iti वाक्ये तत्र खादितव्यम् इत्यत्र तव्यत् प्रत्ययः अस्ति, नाट् खादनीयं. खादनीयं न आगच्छति. अत्र प्रिण्टिङ्ग् मिस्टेक्, प्रिण्टिङ्ग् मिस्टेक्, समथिङ्ग् वास् मिस्टेक्. मुद्रणदोष when you are typing, she is typing खादनीयम् instead of खादितव्यम्. That is what I say, mudrana dosham. She may have been thinking khadaniyam when she wrote that. it's possible without even thinking about the tavyat and tavyat right. pratyaya. Right. Okay. So that's it. Okay. I thought Uma Bhagini asked that in the class, Mahodaya. She was saying there is nothing wrong in that. Uma Bhagini said that. He said, why shouldn't it be kadi tavyam instead of kadaniyam? So what did Vidya Bhagini say? No, I don't remember. Vidya Bhagini, there was a discussion in the class? Yeah, I think Uma Bhagini asked that, I think. Oh, and what did she say? Sorry, I don't remember whether I even asked that. Oh, yeah. Okay, yeah. We'll go through that. We'll ask her tomorrow. I don't. Anyway, see, here the Prakrita Prakrita Parichede Kimasti. Tavya. Kritiana Sattariva Iti Sutram Iti Sutram Vadati Kritya Pratyayanam Krite Itikte Tavyat Tavyat Aniyar Nyat Yat Kyap Kelimar Ityadi Kritya Pratyayanam Prayoge Kartari Iti Vikalpena Bhavati Kartra Karmano Kriti Iti Nityam Shashti Bhavati Iti Kartan Kartrapratyasya Kintana Kart Bhavarte Asti केवलं भावार्थे न कर्तरि अर्थे अस्ति इति कृत्वा तत्र विकल्पेन षष्ठी स्यात् इति अस्ति कर्तुः विकल्पेन तत्र कृत्यप्रत्ययनयोगे कर्तरि वा षष्ठी विभक्ति न कर्मणि इति कृत्य कर्तृकर्मणो कृति इति सूत्रं नित्यं भवति तस्य नित्यस्य तत्र नित्यषष्ठी प्राप्ते कर्तरि विकल्प्यते कर्मणि तु न भवति कर्तरि विकल्पेन भवति इति अर्थात् कृत्यप्रत्ययानं योगे तु कर्तुः विकल्पेन षष्ठी स्यात् अथवा भवता कटः कर्तव्य अथवा भवतः कटः कर्तव्य इति भवता इति तृतीयान्तम् अनुक्तकर्तुः तृतीय कर्तृकर्मणो कर्तृकर्णयोः तृतीय इति सूत्रेण नो चेत् कर्त्यानां कर्तरि वा इति सूत्रेण विकल्पेन षष्ठी स्यात् इति कृत्वा भवतः कटः कर्तव्य इति अपि साधु एव इति कृत्वा कृत्यानां कर्तरि वा इति सूत्रे इति कृत्वा ब्राह्मणस्य कर्तव्यम् इति उदाहरणे षष्ठी इति सूत्रेण या समासः विद्यते तस्य निषेधः भवति पूर्णगुणसुविधार्थसदव्यतव्यसमानाधिकरणेन सूत्रेण तत्र तव्यत् इति सूत्रे दत्तमस्ति कृत्यानां कर्तरि वा इति सूत्रेण या षष्ठी विहिता तस्य समासः निषिध्यते इति न तु कर्तृकर्मणो कृति इति सूत्रेण कर्मणः कर्मण यदि प्रयोगं कर्तरि वा षष्ठी भवति इति कृत्यानां प्रयोगे कर्तरि वा इति कृत्यानां कर्तरि वा इति सूत्रेण एव भवति न तु कर्तृकर्मणो कृति इति नित्यं षष्ठी प्राप्ता कर्तरि विकल्प्यते सूत्रस्य बल उमा भगिनी उषा भगिनी अस्तु महोदय स्पष्टीकरोतु परिच्छेदस्य नित्यं षष्ठी प्राप्ता कर्तरि कल्प्यते कृत्यानां प्रयोग We had some sentences in the class. Kṛtyānām kartari vā, kartrukarmaṇo kṛti. Kartrukarmaṇo kṛti sūtram kim vadati? Kartrukarmaṇo kṛti anena kṛdantapatena anuktakarta athava anuktakarma shashti vibhakti bhavati. Anantaram कृत्यानां कर्तरि वा इति सूत्रेण षष्ठी प्राप्ता कर्तरि विकल्प्यते सो कर्तृकर्मणो कृति इति सूत्रेण या षष्ठी विधीयते तत् षष्ठी विकल्पेन भवति इति कृत्यानां कर्तरि वा इति सूत्रं वदति कृत्यानां कर्तरि वा इति सूत्रेण विकल्प्यते इत्यनेन एव कर्तृकर्मणो कृणयोस्तृतीया इत्यनेन कर्ता इति तृतीयान्तं विभक्तं भवति Vamshi Bhagini asked if that is the methodology, and then Vidya Bhagini said that, right? Yeah, so Prathamam Kartrikarmano Kriti Iti Sutram Karyam Karoti Anantaram Krityanam Kartariva Ityanena Shashti Vikalpena Bhavati Shashti Vikalpena Bhavati Ityanena Vikalpena Dvitiyantam Rupam Kim Iti Chet Kartri Karanayo Tritiya Ityanena Karta Tritiya Vibhakti Bhavati Balakena Atava बालकस्य इत्यनेन सो प्रथमं बालकस्य इति षष्टिविभक्ति भवति अनुक्तकर्ता सो बालकेन गन्तव्यम् आर् नो नो प्रथमं बालकः ग्रामं गच्छति इति चेत् गच्छति इत्यस्य कृते कृदन्तं पदं स्थापयामि चेत् गच्छति इत्यस्य कृते गन्तव्यम् इति वदामि चेत् बालकः ग्रामं गन्तव्यम् इति चेत् बालकः गन्तव्यम् इत्यनेन बालकः इति कर्ता न उक्ता भवति कृदन्तपदेन सो बालकेन I'll ask you stage by stage questions. Okay, please clarify me. It's for my understanding. कर्तृकर्मणो कृति इति नित्यं षष्ठी प्राप्तः कस्य अनुक्तकर्ता अथवा अनुक्तकर्म अनुक्तकर्ता अथवा अनुक्तकर्मणः षष्ठी प्राप्तः भवति राइट राइट नाउ सो व्हाट इज द स्टेटमेंट विच यू विल मेक सपोज यू टेक बालः ग्रामं गच्छति गच्छति ओके नाउ यू द वर्ड गच्छति गच्छति नो नो गच्छति इत्यनेन नाउ बालः उक्तः भवति गच्छति इत्यनेन बालः गच्छति गच्छति गच्छति इफ आई चेंज इट टू गंतव्यम गंतव्यम देन बालः इज नॉट उक्ता भवति बिकॉज गंतव्यम इत्यनेन बालः न उक्ता भवति इत्यनेन बालः इति न भवितुम् अर्हति सो गंतव्यम इत्यनेन बालः इति अनुक्तकर्ता षष्ठी भवति सो बालकस्य गंतव्यम जस्ट लाइक पुस्तकस्य पठनम् जस्ट लाइक दैट बालकस्य गंतव्यम् बट देन कृत्यानां कर्तरी वा इत्यनेन नौ बालकस्य गंतव्यम् न न न न न न न पुस्तकस्य पठनम् इज कर्मण षष्ठी न देर कर्मणा षष्ठी उभयप्राप्तो कर्मणि इति सूत्रेण पुस्तकस्य पठनं भवति न तु बालकस्य पठनं No, no. Ubhayaprapta karmani, there karta and karma both ukta bhavati chet, then ubhayaprapta karmani. Karma eva, right. Then uktam bhavitam. No, my basic doubt is that kartra karmano kriti is also giving shashti. Mm-hmm. Then krityana kartariva, vaishude, vikalpa shashti also being given is my question. No, no. Because it is giving vikalpa, that only then we can get the Tritiyantam Rupam. Balakena ityanena. That is why balakena we are... No, Krityanam Kartariva iti sutrena Balakena iti sambandhana. No, no. Krityanam Kartariva we say Vikalpena api Rupam, another Rupam api Bhavitum Arhati. What Rupam iti now given by Kartrikarana Yos Tritiya. That's what he said that day. So, what Balakena तत्र भवतः कटः कर्तव्या इति अस्ति भवतः अत्र फैनलि दे हेव् गिवन् द लास्ट् स्टेट्मेण्ट् भवतः इति षष्ठी विभक्ति कटः कर्तव्यः भवता कर्ता कटः कर्तव्या इस् द कर्तृकर्मणो कृति इति सूत्रेण भवति ओके तत्र कृत्यानां कर्तरि वा इति सूत्रेण भवतः कटः कर्तव्य अपि साधु भवति ओके नो नो महोदय या षष्ठी प्राप्ता कर्तरी विकल्प्यते कृत्यानां प्रयोगे कर्तरी वा षष्ठी विभक्तिः भवति न कर्मणि कृत्यानां प्रयोगे कर्तरी वा षष्ठी विभक्तिः भवति न कर्मणि अर्थात् कृत्प्रत्ययानां योगे कर्तुः विकल्पेन षष्ठी स्यात् यथा भवतः कटः कर्तव्यः अथवा भवतः कटः कर्तव्यः. भवतः इति कर्तुः विकल्पेन षष्ठी प्राप्ता अस्ति. भवता कटः कर्तव्या इस् अ स्टेट् नार्मल् स्टेट्मेण्ट्. तृतीया भवता इति तृतीयान्तं. बालेन पुस्तकः पठितव्यं. बालकेन पुस्तकं पठितव्यं. पुस्तकः पठितव्यं. Right? Or here the example is bhavata kataha kartavya. Now bhavata tritiya is replaced by a shashti. Bhavata kataha kartavya. For which iti vikalpena shashti praptaha bhavati krityanam kartariva iti sutrena. Therefore there is a shashti vikalpena भवति कृत्यानां कृत् प्रत्यानां कृते इति कृत्वा षष्टी प्राप्तः स्यात्. कर्तृकर्मणो कृति इति अनुक्तकर्मण तृतीया भवति. किन्तु कृत्यानां कर्तरि वा इति सूत्रेण षष्टी अपि भवति विकल्पेन. दट् स्टेट् देर् इस् ए षष्टी समास पासिबिलिटि बिट्वीन् भवतः कटः कर्तव्य भवतः कर्तव्य इति भवितुम् अर्हति. तस्य निषेधः भवति पूर्णगुणसुविधार्थसमानाधिकरणे तत्र तव्य इति सूत्रेण यद् अस्ति. देर्फोर् ब्राह्मणस्य कर्तव्य इति कृत्या व्यस्त प्रयोगे एव करणीया. ब्राह्मणस्य कर्तव्य अथवा भवतः कर्तव्य इति व्यस्तप्रयोगमेव साधु न तु षष्टि समासः. अद्य परिच्छेदद्वयमपि पठतु. प्रकृतसूत्रे केवलं तव्यप्रत्ययान्तशब्दस्य एव निषेधः कृतः, न तु तव्यत् प्रत्ययान्तस्य. अतः तव्यत् प्रत्ययान्तेन शब्देन सह षष्टि तत्पुरुषसमासः निषेधः नास्ति. तत् उदाहरणं स्वस्य कर्तव्यं, स्वकर्तव्यं. षष्टि इति सूत्रेण यः समासः विधीयते तस्य निषेधः नास्ति पूर्णगुणसुहितार्थसद्रव्ययतव्यसमानाधिकरणेन इति सूत्रेण, यतोहि अत्र कर्तव्यम् इति पदं तव्यत् प्रत्ययान्तः अस्ति. यद्यपि तव्य तव्यत् द्वयोः समानरूपं भवति तथापि स्वरभेदः अवश्यम् अस्ति. स्वस्य कर्तव्यम् इति कृते कर्तव्यम् इति तव्यत् प्रत्ययेन भवति. तव्यत् प्रत्ययेन अस्ति चेत् तव्यत् प्रत्ययेन शब्दः प्राप्तः चेत् पूर्णगुणसुहितार्थसद्व्ययतव्यसमानाधिकरणेन इति सूत्रेण षष्टिसमासस्य निषेधः नास्ति. स्वस्य कर्तव्यम् इति स्वकर्तव्यम् इति समासः भवति. अन्तिमवाक्यमस्ति समानाधिकरणेन इति. तत्र किमपि अस्ति न कि तत्र समान अधिकरण सुबन्धयोः षष्टिसमासनिषेधः भवति इति. उमाभगिनी वक्तुम् इच्छति वा? उमाभगिनी I am here only, but any doubt, any question in the previous statements? Samyak avagatam va krityanam kartariva and kritya shabdaha 7 no total. कृत्यानां कर्तरि वा इति किमति? तव्यत् तव्यत् अनीयत् न्यत् यत् कैलिमर् आहत्य सत्तकृत्यानां विकल्पेन कर्तरि भवति चेत् कर्ता षष्टि भवति. कर्तृकर्मणो कृति इति सामान्यसूत्रेण किं वदति? अनुक्तकर्ता कर्मणः तत्र कर्ता तृतीया भवति इति कृत्वा भवतः कटः कर्तव्या इति भवता इति तृतीयान्तम् कृत्यानां कर्तरि वा इति सूत्रेण किं वदति वैकल्पिकरूपं सिद्ध्यति षष्टि भवतः कटः कर्तव्या एवं स्थित्यां तत्र भवतः कर्तव्या इति पदद्वयस्य समासः भवति वा न भवति वा इति प्रश्ने सति पूर्णगुणसूपितार्थसदव्यदव्यसमानाधिकरणेन भवति तादृशस्थित्यां तत्र कर्तव्या इति तव्यप्रत्ययेन यत् अव्ययं तव्यप्रत्ययस्य उपयोगे तत्र कर्तुः षष्टिः प्राप्तः कृत्यानां कर्तरि वा इति वैकल्पिकरूपेण तस्य समासः न कर्तव्या. अत्र विकल्पेन इति उच्यते चेत् षष्टिसमासः अस् वेल् अस् व्यस्तप्रयोगमपि भवति. न अत्र विकल्पेन इति केवलं विकल्पेन तृतीय अथवा षष्टि विभक्ति भगिनी पदं विभक्ति विकल्पेन विकल्पेन एकस्थित्यां तृतीय भवति अनुक्तकर्मणः अनुक्तकर्ता तृतीय भवति यदा भवता कटः कर्तव्या इति वैकल्पिकमस्ति भवतः कटः कर्तव्या इति यत् इन् द केस् आफ् द भवतः कटः कर्तव्या इति षष्टिरूपं स्वीकुर्मः चेत् तत्र भवतः कर्तव्या इति समासः कर्तुं शक्यते वा इति प्रश्नः उदेति तस्य निषेधः अस्ति पूर्णगुणसुविधार्थसदव्यतव्यसमानाधिकरणेन सूत्रेण. तदनन्तरं समानाधिकरणेन इति पाणिनेः सूत्रस्य इति आरभ्य पठतु भगिनि. ओके, पाणिनेः सूत्रकारस्य पाणिनिः इति सूत्रकारस्य नाम वर्तते. अतः पाणिनिः तथा च सूत्रकारः इत्यनयोः समानाधिकरण्यं वर्तते इति कृत्वा अनयोः षष्टिसमासः न भवितुमर्हति. पाणिनेः सूत्रकारस्य षष्टिः, तस्मात् अत्र समासः न भवति. पाणिनेः सूत्रकारस्य पाणिनि इति सूत्रकारस्य नाम वर्तते, अतः पाणिनिः तथा सूत्रकारः इत्यनयोः समानाधिकरण्यं वर्तते इति कृत्वा अनयोः षष्टिसमासः न भवितुमर्हति. ओके, अत्र पाणिनेः षष्टि षष्ट्यन्तपदं दट् इस् सूत्रकारः इति विशेषणविशेष्यम् इति इसन्ट् इट् दट् इस् विशेषणविशेष्यम् सूत्रकारस्य पाणिनिः सूत्रकारश्च पाणिनि सूत्रकारः इति पाणिनेः विशेष्यमस्ति. यदि विशेषणविशेष्यं द्वितीयाविभक्त्याम् अस्ति चेत् समासः भवति वा पाणिनिं सूत्रकारं च प्रणतोऽस्मि सदा इति अस्ति न स्तोत्रे. व्यस्तमेव भवति तत्र समानाधिकरण्यम् अस्ति पाणिनिं सूत्रकारम् रैट् बट् हियर् वि आर् टाकिङ्ग् ओन्लि अबौट् द षष्टि तत्पुरुषस्य निषेधः पूर्णगुणसुविधार्थे. तत्र समासः षष्टिसमासः न भवति समानाधिकरण्ये. एवमेव अस्ति तक्षकस्य सर्पस्य तक्षकः सर्पः तक्षकः इति नाम सर्पस्य सर्पः इति विशेषः. तत्रापि समासः न भवति. एवं राज्ञः पाटलीपुत्रस्य इत्यत्र द्रष्टव्यं. काशिकसिद्धान्तकौमुदी किं वदति समानाधिकरण्यम् इत्यतः उदाहरणे पाणिने सूत्रकारस्य इत्यादीनि दीयन्ते, परन्तु भाष्यकारेण उक्तं यत् एतानि उदाहरणानि समानाधिकरणम् इत्यतः उदाहरणं न भवितुमर्हति. किमर्थम् इति चेत् षष्टि इति सूत्रे षष्टि इति प्रथमेव प्रथमा निर्दिष्टमस्ति इति कृत्वा तस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति. तस्य Um, पाणिनिः पाणिनेः, किन्तु पाणिनेः सूत्रकारस्य इत्यादिषु उदाहरणेषु द्वयोः पदयोः अपि षष्टिविभक्तिः अस्ति कृत्वा द्वौ अपि उपसर्जनसंज्ञा प्राप्ता अस्ति, अपि च द्वयोः अपि पूर्वनिपातः प्राप्तः अस्ति, प्राप्ति अस्ति. एतत्तु अनिष्टमस्ति, अतः असामर्थ्यात् अस्मिन् उदाहरणे षष्टिसमासः न जायते एव. इदम् उदाहरणं न तु षष्टिसमासार्थं योग्यमेव नास्ति इति भाष्यकारः वदति. उपसर्जन तु षष्ट्यन्तम् उपसर्जनं भवति न, पाणिनि पाणिनेः इति षष्ट्यन्तं, सूत्रकारस्य इति षष्ट्यन्तं, कस्य उपसर्जनसंज्ञा भवति? उपसर्जनसंज्ञा द्वयोः अपि प्राप्ति अस्ति इति कृत्वा तत्र षष्टि इति निषेधकसूत्रं न भवितुम् अर्हति पूर्णगुणसुहितार्थसदव्यतव्यसमानाधिकरणेन इति. किन्तु विशेषणं विशेषेण बहुलम् इति सूत्रेण विशेषणविशेषयोः समासाः भवितुम् अर्हति, यतोहि अनेन सूत्रेण विशेषणस्य एव पूर्वनिपातः भवति. तर्हि समानाधिकरणः इत्यस्य उदाहरणं किं भवति? अत्र एकः संशयः, सि पाणिनेः सूत्रकारस्य द्वयोः अपि षष्टिः, अत्र अत्र द्वयोः पूर्वनिपातं न भवति, एकमेव पूर्वनिपातं निपातम् अर्हति. सो तस्मात् न न तदा नास्ति भगिनि, पाणिनेः सूत्रकारस्य इति द्वौ अपि षष्ट्यन्तमस्ति. ओके, षष्टि इति सूत्रेण समासविधानार्थं षष्ट्यन्तं पूर्वनिपातं भवति इति एवं वदति. यदि तद्वाक्ये द्वौ अपि षष्ट्यन्तम् अस्ति चेत् द्वौ अपि उपसर्जनसंज्ञा भवति, प्राप्ता अस्ति. तत्र क्लेशः भवति, कस्य पूर्वनिपातं भवति, कस्य पूर्वनिपातः भवति, क्लेशः भवति. रैट्? अस्य स्थित्यां किं वदति? तत्र तु विशेषणं विशेषेण बहुलमिति सूत्रेण एव समासः भवितुम् अर्हति, न तु षष्टिसूत्रेण इति भाष्यकारस्य मतम्. एवं कृत्वा षष्टिसमास एव न भवितुम् अर्हति इति कृत्वा तत् उदाहरणं समीचीनं नास्ति. यदा पूर्वम् उक्त्वा ब्राह्मणस्य कर्ण किङ्करः, बामस्य कुर्वाणः, तदनन्तरं यत् उदाहरणमस्ति द्वितीय तोसुन् कसून् कर्तव्य, तत्र अपि भाष्यकारस्य मतम् कृत्वा तत्र कृत्वा इति न स्वीकृत्य केवलं तुसून् इति प्रत्ययस्य उदाहरणं स्वीकृतमस्ति. अत्र अपि भाष्यकारः किं वदति? तर्हि समानाधिकरणे इत्यस्य उदाहरणं किं भवति? तत् सस्य समाधानम् अस्ति. समाधानकर्णकस्य इत्यस्य उदाहरणं तदेव भवति यत् अधात्वा अभिहिता समार्थं भवति इति. उपर्युक्ते उदाहरणेषु किमपि धातुतः अभिहिता नास्ति इत्यतः ते सर्वे असमर्था सन्ति. अधात्वा अभिहितसमर्थम् इत्युक्ते या धातुतः अभिहिता भवति. समानाधिकरणम् इति विषये षष्टिसमासनिषेधः सः एव भवति यः धातुतः अभिहितः अस्ति. यथा सर्पिषः पीयमानस्य, सर्पिषः पीयमानम् इत्यर्थे, पीयमानम् इति कर्मार्थे शानत्प्रत्ययान्तशब्दः, पा इति धातुतः कर्मार्थे यक् प्रत्ययः विधीयते शानत्प्रत्ययान्तं निर्मित्तीकृत्य. अन्यत् उदाहरणम् अस्ति यजुषः क्रियमाणस्य, यजुर्वेदस्य पाठः क्रियमाणः इत्यर्थः. अत्र उदाहरणद्वये अपि पा कृ चे धातुभ्यः सर्पिः यजुः च उक्तं भवति. अतः धातुतः अभिहित इति कारणेन सर्पिः यजुः च समर्थः भवति, सामर्थ्यम् अस्ति. अतः षष्टि इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति इति भाष्यकारस्य मतमस्ति. अस्ति नूतनपरिच्छेदं योजितमस्ति भगिन्या, यत् गतवर्गे न दृष्टम्. So I think that in the next class, Vagini is going to discuss this in detail. Adaptu abhidhar samartam iti. So let us wait for Vagini to explain this. Then we can think about it. Okay? Astu. Atra sagyamaha. Prashna asti chet. Dhanyavadah. Namaskar. Namaskar. Namaskar.